सर्वेभ्यः कथापाठः द्वितीयवर्गे सर्वेषां स्वागतम्. अस्माकं प्रचलितः पाठः आसीत् गतसप्ताहे सः पूर्ववद् बहुव्रीहिः नावश्यकः बहुत्र एतत् सम्बन्धे आसीत् अस्माकम् अपि च तदेव आसीत् सः प्रोवद बहुभिः न आवश्यकः इति अत्र तद्विषये तत्र अश्लेषमहोदयस्य उपस्थापनमस्ति. महोदय तन्न अस्ति परन्तु सः दूरवाणी प्रेषितवान् ध्वनिमुद्रणं प्रेषितवान् तत् चालयामि. अद्य उपस्थापनमस्ति अष्टसप्ततिः अधिकशततमपाठस्य सः पूर्वपदः बहुव्रीहिः न आवश्यकः बहुत्र इति. तत्र एकमुदाहरणमस्ति सपुत्रः इति. तस्य विग्रहवाक्यमस्ति पुत्रेण सह वर्तते, इत्युक्ते यः पुत्रेण सह वर्तते उदाहरणार्थे पिता भवितुमर्हति. पूर्वे अपि वयम् एतत् विषये पठितवन्तः पञ्चाधिकशततमसहयोगे पुनः किञ्चित् इति अध्याये. तदनन्तरं षडधिकं शततमे पाठे वयं पठितवन्तः सहस्य सहभावः. तर्हि सः अस्ति चेत् तस्य समासे स इति भवति. एतत् स पुत्रः बहुव्रीहिः समासः अस्ति. तर्हि शिष्यस्य प्रश्नमस्ति अपि सकुशलिनः भवन्तः, यदि सः भवन्तः कथं सन्ति इति अर्थे कोऽपि पृच्छति चेत् समीचीनमस्ति वा नास्ति. तर्हि ये कुशलयुक्ताः सन्ति, तत्र इनि प्रत्यये प्रयुक्तं वयं कुशलिनः इति वक्तुं शक्नुमः. तर्हि इनि प्रत्ययः अस्ति चेत् कुशली इति कथमस्ति, तस्य बहुवचनं भवति कुशलिनः. तर्हि इनि प्रत्ययमतुवर्थकः अस्ति, कुशलमस्य अस्ति अस्मिन् वा अस्य वा इति अस्ति. एतदेकं प्रयोगः भवति कुशलिनः. यः ये कुशलयुक्ताः भवन्ति ते कुशलिनः. अन्यत् अपि वक्तुं शक्नुमः, कुशलयुक्ताः अपि वक्तुं शक्नोति चेत् स कुशलाः इति सः पूर्वपद बहुव्रीहि समासः उपयुज्येन तस्य विग्रहः भवति कुशलेन वर्तते, कुशलेन सह वर्तते ते भवति सकुशलाः. तर्हि यदि कोऽपि वदति सकुशलिनः, तर्हि तस्य अर्थं भवति कुशलीभिः सह वर्तते. इत्युक्ते यः कुशलिनः, ये कुशलिनः तैः सह वर्तते. तस्य अर्थं कथमस्ति भवन्तः इति नास्ति. तर्हि एतदर्थे यदि कोऽपि इच्छति चेत् तर्हि त्रिधा प्रयोगः कर्तुं शक्नोति. अपि कुशलिनः भवन्तः इति इनि प्रत्ययेन, अथवा अपि सकुशलाः भवन्तः इति सः पूर्वपद बहुव्रीहिः समासेन, अथवा अपि कुशलं भवताम् इति षष्टिप्रयोगः, षष्टिविभक्तिप्रयोगः भवति. तर्हि एवमेव अन्यत् पदानि अपि सन्ति. तर्हि शिष्यस्य प्रश्नमस्ति सा अलङ्कृता कन्या इति अपि समीचीनं वा एतत् सन्दर्भे, एतदर्थे अथवा. परन्तु तस्यापि अर्थं भिन्नं भवति. यदि कोऽपि वक्तुं शक्नोति चेत् तर्हि केवलं कृता प्रत्ययप्रयोगेन अलङ्कृता कन्या इति वक्तुं शक्नोति, अथवा बहुव्रीहिः समासेन सः पूर्वपदः बहुव्रीहिः समासेन सा अलङ्कारा कन्या इत्येव पर्याप्तमस्ति एतदर्थे. तर्हि तत्र कृता अथवा बहुव्रीहिः इत्ययोः इत्यनयोः समावेशः आवश्यकं नास्ति अत्र. तथापि अलङ्कृतः रथः अथवा सा अलङ्कारः रथः. तत्र सा अलङ्कृतः रथः इति आवश्यकं नास्ति, तस्य अर्थमपि भिन्नं भवति. अन्तिमे आचार्य वदति आनन्देन इति अस्ति अथवा सा आनन्दमस्ति. शिष्यस्य प्रश्नम् आसीत् आनन्दं सानन्देन अथवा उद्वेगेन इति अपि श्रूयते तत्, परन्तु तत्र अर्थमपि भिन्नमस्ति. तर्हि आचार्यवदति केवलम् आनन्देन, यथा वयं पूर्वैः उदाहरणैः चर्चितवन्तः, तर्हि आनन्देन अथवा सानन्दम्. परन्तु आचार्य वदति एतद्विषये अन्यत् एकं वार्ता वदति, यदि आनन्देन कोऽपि वदति चेत् तस्य अर्थमस्ति व्यापारे, इत्युक्ते यत् क्रिया भवति तस्मिन्नेव आनन्दः भवति. परन्तु सानन्दमस्ति चेत् क्रियाङ्गभूते फले अन्वेति तस्य, तर्हि क्रिया अग्रे यत् फलं भवति तस्मिन् आनन्दं भवति. तर्हि तत्र सा आनन्दं तृतीयविभक्तिप्रयोगः, अन्यथा तृतीयविभक्तेन आनन्देन प्रयोगः यदि व्यापारे भवति चेत्. तर्हि तथा एव उद्वेगेन अथवा स्वोद्वेगमपि भवति, परन्तु स्वोद्वेगेन यथा शिष्य उक्तवान् तस्य अर्थं भिन्नः भवति. अस्तु, महोदयस्य उपस्थापनमासीत् एतत् सम्यक्रीत्या उपपादितमस्ति. अग्रिमपाठः इदानीं पठामः. कस्यापि भ्रमणमस्ति वा अन्य कुत्रापि अस्ति चेत् एतत् कर्तुं शक्यते, इत्युक्ते गृहपाठत्वेन ध्वनिमुद्रणं कृत्वा ई पत्रे प्रेषयितुं शक्यते. तत् महोदयेन कृतम्. अस्तु, अग्रिमपाठः इदानीम्. अस्माकं किञ्चित् एव चर्चितवन्तः, परन्तु पुनः आरम्भात् तत् पठामः किमस्ति अग्रिमपाठः. तत्र कुशलमहोदय, 79-100 अस्ति, शीर्षकं पठित्वा अग्रे सरतु कृपया. शीर्षक अस्ति असमर्थ समासः नाम. शिष्य वदति श्रीमन् असमर्थ समासः नाम कः. आचार्य वदति सामर्थ्यनां किम् इति आदौ उच्यताम्. आचार्य पृच्छति सामर्थ्यनाम् अर्थात् कः, वदतु शिष्यं. शिष्य वदति सामर्थ्यं. शिष्य वदति आकाङ्क्षादिवशात् यः परस्परान्वयः तदेव सामर्थ्यः सामर्थ्यं नाम. अस्तु अस्तु, किञ्चित् अवगच्छति वा? किञ्चित् स्मरामि. अस्तु अस्तु अस्तु, सामर्थ्यम् इत्युक्ते किम् इति पृच्छामः चेत् तस्मात् प्राक् किञ्चित् द्रष्टव्यमस्ति. तत्र शीर्षकं किमस्ति, असमर्थसमासः नाम. समासः इत्युक्ते किम् यदि प्रश्नं पृच्छामः चेत्, समासः इत्युक्ते किम्? समसनम् इति समासः, संक्षिप्तीकरणम्. समसनम् इति समासः इत्युक्ते, समासः वदामः चेत् द्वयोः वा बहूनां पदानाम् एकीभवनेन नूतने अर्थे नूतनं पदं यत्र सिद्ध्यति तत्र समासः इति उच्यते खलु पुनः द्वयोः वा बहूनां पदानां एकीभवनेन नूतने अर्थे नूतनं पदं यत्र सिद्ध्यति तत्र समासः अस्ति इति उच्यते खलु एतादृशः अस्ति समासः नाम एतादृशं तर्हि शिष्यस्य प्रश्नः किमस्ति श्रीमन् असमर्थसमासः नाम किम् असमर्थसमासः तु अग्रे गत्वा एव आयाति खलु प्रथमे समासः किं तत् गन्तव्यमस्ति तत्र अवगमनं स्यात् तस्य समासः किं तदनन्तरं समर्थसमासः तदनन्तरम् असमर्थसमासः एतादृशमस्ति खलु तर्हि किञ्चित् तत्र पृष्ठभूमिः किम् अस्ति तत् तत् जानीमः चेत् सुलभं भवति तर्हि अत्र सस्य पृच्छति तत्र श्रीमन् असमर्थसमासः नाम किं तर्हि वयमिदानीम् आरम्भे एव तत् पश्यामः तत् समासः इत्युक्ते समसनम् तर्हि पदद्वयोः अथवा बहूनां पदानाम् एकत्रीकरणं भवति एकीभवनं भवति परन्तु यत् नूतनपदं सिद्ध्यति तस्य अर्थः भिन्नार्थे स्यात् अथवा एकस्य अर्थे अपि स्यात् तत्र समासः इति वदामः खलु तर्हि पदमस्ति सीतापति सीतापतिः इति पदमस्ति यदि पदमस्ति सीतापतिः तत्र विग्रहवाक्यं वदामः चेत् सीतायाः पतिः इति भवति तर्हि सीता अथवा सीतायाः एवं पतिः तस्य अर्थः न तु सीतायाः अस्ति न तु पतिः अस्ति सीतायाः पतिवदनेन किं भवति भिन्नपुरुषः हा सीतायाः एवं पतिः इति द्वयोः पदयोः एकत्रीकरणेन सीतापतिः इति नूतनं पदं पृथक् अर्थे सिद्ध्यति पृथक् अर्थे अर्थं भिन्नं भवति पृथक् अर्थे सिद्ध्यति अत्र वदामः समासः तत् समासः अस्ति इदानीं तत्र पृथ इत्युक्ते किं तत् अवगमनात् प्राक् आचार्यः वदति भोः सामर्थ्यं नाम किं जानाति वा प्रथमे सामर्थ्यं जानाति चेत् समर्थम् एवम् असमर्थम् अपि जानीमः तर्हि एतत् सम्बन्धे अवगमनात् प्राक् सामर्थ्यं किति किम् अस्ति इति तत् तस्य ज्ञानम् आवश्यकम् अस्तु सामर्थ्यम् इति किम् अस्ति तर्हि शिष्यः वदति हा शिष्यस्य प्रश्न उत्तरं यदा पठामः तस्मात् प्राक् अस्ति वयं जानीमः समासः केवलं परस्पर अन्वितायोः पदयोः मध्ये भवति खलु तत्र पदद्वयोः किमपि स्यात् तस्य मेलनेन समासः न भवति परस्परसम्पर्कं स्यात् अन्वयः स्यात् परस्पर अन्वयः इति स्यात् तर्हि एतादृशः भवति चेत् एव समासः तयोः मध्ये भवति इति वयं जानीमः तर्हि तत् तत् एतद्विषये अवगमनं शिष्यस्य अस्ति तर्हि शिष्यः वदति आकाङ्क्षादिवशात् यः परस्पर अन्वयः तदेव सामर्थ्यं नाम इति खलु तर्हि आकाङ्क्षादिवशात् विद्यमानः इति वदामः, आकाङ्क्षादिवशात् विद्यमानः यः परस्परसम्बन्धः अस्ति तत् सामर्थ्यम् इति वदामः, सामर्थ्यम् इति वदामः. सामर्थ्यम् इत्युक्ते किम्? आकाङ्क्षादिवशात् इत्युक्ते अस्माकम् आकाङ्क्षा स्यात्. आकाङ्क्षा इत्युक्ते जानीमः वा किम्? आकाङ्क्षा इत्युक्ते मनसि इदानीं प्रश्नः अस्ति, उत्तरं प्रायशः एतावत् इत्युक्ते सीतायाः पतिः सीतापतिः. आकाङ्क्षा स्यात् कः सीतापतिः? आकाङ्क्षा इदानीम् आकाङ्क्षादिवशात् परस्परयोः यत् सम्बन्धः अस्ति, सीतायाः इति प्रथमपदं, पतिः इति द्वितीयपदम्, अनयोः मध्ये सम्बन्धः अस्ति इदानीं, तद्वदति शिष्यः. आकाङ्क्षादिवशात् यः परस्पर अन्वयः, परस्पर अन्वयः अस्ति इत्युक्ते सीतायाः वदनेन पतिः पदेन सह सम्बन्धः अस्ति, पतिः वदनेन कस्य अथवा कस्याः पतिः इति अपि प्रश्नः आयाति. सीतायाः इत्युक्ते सीतायाः किं? तस्य अपि प्रश्नः आयाति. पतिः कस्याः पतिः अपि प्रश्नः. तर्हि सीतायाः इति परस्पर अन्वयः इति अस्ति अस्मिन् सन्दर्भे. तर्हि शिष्यः वदति आकाङ्क्षादिवशात् यः परस्पर अन्वयः तदेव सामर्थ्यम् इति उच्यते. अस्तु, तर्हि अग्रे किमस्ति तत् पठामः. तत्र उदयकुमार महोदय अग्रे अग्रेसरामः कृपया. महोदय म्यूट् मध्ये अस्ति वा? आं, क्षम्यतां महोदय. वदतु इदानीं. सामर्थ्यो एतं पदं समर्थम् इत्युच्यते. समासः तु समर्थयोः एव पदयोः भवति. तन्नाम परस्परान्वययुक्तयोः पदयोः एव समासः भवति इति तात्पर्यम्. इतः परः सामर्थ्योपेतं पदं समर्थम् इत्युच्यते. यत्र समासः भवति तत्र समर्थयोः एव पदयोः भवति. यदि पदयोः यत्र समर्थः अस्ति तत्र सामर्थ्यं भवति. इत्युक्ते तन्नाम परस्पर अन्वययुक्तोः पदयोः एव समासः. इत्युक्ते सीता अत्र अस्ति, अत्र पतिः अस्ति, तयोः तत्र अन्वयं युक्तयोः इदानीमेव महोदय उक्तवान्. तत्र यत्र अन्वयः अस्ति पदयोः तत्र समासः भवति इति तात्पर्यम्. अग्रे गत्वा पुरुषज्ञः पुरुषः इति उदाहरणं. राजपुरुषयोः परस्परान्वयः अस्ति. अत्र राज्ञः अस्ति, पुरुषः अस्ति, तयोः अन्वयः अस्ति. अतः राजपुरुषः इति समासः भवितुमर्हति. अत्र अतः समासः, तस्मात् राजपुरुषः इति समस्तं पदं सिद्धं भवति. समस्तपदमस्ति राजपुरुषः, राज्ञः पुरुषः इति पदयो पदद्वयं. तदेव कृष्णाश्रितः इति अपरम् उदाहरणं. कृष्णं श्रितः, कृष्णाश्रितः इति समस्तपदं समासम् अस्ति. कृष्णाश्रितयोः परस्पर अन्वयः, परस्परान्वयः अस्ति इत्यतः समासस्य प्रवृत्तिः. अत्र परस्पर अन्वयः अस्ति, अतः समासः अस्ति अत्र समर्थसमासः इति वदामः. महोदय, प्रश्नं महोदय. इदानीं वयं षष्टितत्पुरुषसमासे उदाहरणमस्ति, षष्टितत्पुरुषसमासे यदि द्वन्द्वसमासमस्ति चेत् कथं भवति परस्परान्वयः? निश्चयेन भवति. एक उदाहरणं वदतु द्वन्द्वसमासस्य. रमेशः अस्ति, सुरेशः अस्ति. रमेशसुरेशौ इति समस्तवत् खलु, परन्तु रमेशः एकः पुरुषः, सुरेशः अन्य एकः पुरुषः. व्याकरणरीत्या कथमस्ति परस्परान्वयः? समीचीनमस्ति प्रश्नः. तर्हि भवान् उत्तरं तु जानाति एव. समासः केवलं व्याकरणं नास्ति खलु. समासः कुत्र दृश्यते? सर्वत्र दृश्यते. न, समासः कुत्र दृश्यते इत्युक्ते सन्दर्भानुगुणं समासः इति वदामः खलु. सन्दर्भानुगुणं समासः, सन्दर्भं कीदृशी दृश्यमस्ति. व्याकरणं तु स्वस्यम् एव कुत्र न तिष्ठति खलु. अपि च समासः निश्चयेन केवलं पदं युक्त न तिष्ठति, सन्दर्भानुगुणमेव तिष्ठति. तर्हि रमेशसुरेशयोः वदनेन तत्र समासः तत्र तु अस्ति एव, परन्तु तस्य अर्थं किमपि नास्ति. सन्दर्भं, पृष्ठभूमिः किम् अस्ति तत् द्रष्टव्यमस्ति. इत्युक्ते वाक्यमस्ति वा, कथा अस्ति वा, किमस्ति तत्र, तत् सन्दर्भानुगुणं तस्य आवश्यकता अस्ति समासः वदनेन. तर्हि यदि कथा अस्ति, तत्र मित्रद्वयम् इति स्तः, रमेशः सुरेशः, रमेशसुरेशौ इति वदामः चेत् तत्र जानीमः उभयोः अपि इति तत्र समासः भवति तादृशं. तर्हि तत्रापि अन्वयः अस्ति, निश्चयेन अस्ति, नो चेत् समासः न भवति खलु. समीचीनम् इति अस्ति. तर्हि अन्वयस्य आवश्यकता निश्चयेन अस्ति. परस्परान्वितयोः पदयोः मध्ये एव समासः भवति. परस्पर अन्वयः नास्ति चेत् समासः न भवति. तर्हि इदानीं किञ्चित् एव अन्यत् तदेव उदाहरणम् एव पश्यामः. पुस्तके तु दत्तमस्ति, परन्तु पुस्तके यद् दत्तमस्ति तत् अपेक्षया अधिकमपि पश्यामः चेत् स्वस्य रचना भवति चेत् उदाहरणत्वेन सम्यक् अवगमनम् अपि भवेत्. तर्हि कोऽपि वदति इदानीं वाक्यं खलु, वाक्यमस्ति सीतापतिः गच्छति खलु, सीतापतिः गच्छति. तर्हि अत्र सीता गच्छति वा पतिः गच्छति वा? पतिः एव गच्छति. हा, परन्तु पतिः अपि, पतिः गच्छति इति वदनेन तदपि त्रुटिः अस्ति खलु. पतिः इत्युक्ते कस्याः पतिः अपि प्रश्नः आयाति अत्र. हा, सीतापतिः गच्छति इति वदनेन यदि सीतायाः पतिः, तस्य नाम अस्ति रामः खलु, सीतापतिः गच्छति इति वदनेन रामः गच्छति इति खलु. सीतापतिः इत्युक्ते रामः. तर्हि सीतापतिः गच्छति इति वदनेन पूर्णतया विग्रहवाक्यं भवति सीतायाः पतिः गच्छति. अत्र सीतायाः तथा पतिः एतयोः मध्ये परस्परसम्बन्धः विद्यते, इत्युक्ते सामर्थ्यं विद्यते खलु. सामर्थ्यं विद्यते, समर्थं गुणम् इति सामर्थ्यं, तर्हि अत्र समासः भवति सीतापतिः गच्छति इति वदनेन, खलु? परन्तु अन्य अपि पदानि भवन्ति खलु, इत्युक्ते देवरः सीतायाः अथवा पतिः उर्मिलायाः, अत्र सीतायाः एवम् इत्यस्य देवरः इत्यनेनैव अन्वयः अस्ति, परन्तु पतिसहेन तत्र अन्वयः नास्ति, तर्हि अत्र सामर्थ्यस्य अभावः अस्ति, देवरः सीतायाः पतिः उर्मिलायाः इति वदनेन अत्र सामर्थ्यस्य अभावः अस्ति इति कृत्वा समासः न सम्भवति. तर्हि देवरः सीतापतिः उर्मिलायाः इति वाक्यं भवति चेत् तस्य समासः एव न भवति, अन्वयः नास्ति, तर्हि तादृशं प्रयोगः न करणीयः इति एकः बिन्दुः अस्ति, अत्र सामर्थ्यं न भवेत्. तर्हि तादृशेन एव आचार्यस्य उदाहरणम् अस्ति राज्ञः पुरुषः इति उदाहरणं, खलु? तर्हि अत्र राज एवं पुरुषयोः परस्पर अन्वयः अस्ति, परस्परसम्बन्धः अस्ति, तर्हि अतः अत्र समासः भवति. तर्हि राजपुरुषः इति पदेन वदनेन, समस्तपदं वदनेन राजपुरुषः विग्रहवाक्यं भवति राज्ञः पुरुषः. तादृशेन कृष्णाश्रितः इति अन्यत् उदाहरणं वदति, कृष्णश्रितः, कृष्णं श्रितः, कृष्णश्रितः, अपि च अत्रापि कृष्ण एवं श्रितः इति अनयोः मध्ये परस्परसम्बन्धः, परस्पर अन्वयः अस्ति इति समासः भवति इति एव आचार्यः वदति, खलु? हा, तर्हि कीदृशरूपेण पदमस्ति तत् तस्य ज्ञानम् आवश्यकमस्ति. अस्तु, एतावत्पर्यन्तं स्पष्टमस्ति? आम् आं महोदय. अस्तु, तर्हि करोतु महोदय, अग्रे पठतु तर्हि देवकान्तमहोदय. आम्, शिष्यः वदति, परस्परान्वयरहितयोः पदयोः समासः न इत्यस्य किम् उदाहरणम्? इदानीम् अहं चर्चितवान् समस्तपदे परस्परान्वयं भवति, परन्तु शिष्यस्य प्रश्नः अस्ति यदि परस्परान्वयं न भवति चेत् परस्परान्वयं न रहित पदयोः एकीकरणं न भवति चेत् तस्य उदाहरणं किम् इति तस्य प्रश्नः अस्ति. आचार्य, पश्य कृष्णं श्रितौ राममित्रम् इत्यस्मिन् वाक्ये कृष्णश्रितयोः न परस्परान्वयः. कृष्णपदस्य पश्य इत्यत्र अन्वयः, श्रितपदस्य च राममित्रे अन्वयः, अतः अत्र कृष्णश्रितयोः न समासः. आचार्य एकम् उदाहरणं दत्तवान्, पश्य कृष्णं श्रितौ राममित्रम्, तत्र कृष्णपदस्य अन्वयमस्ति पश्य इति क्रियापदेन सह, राममित्रस्य अन्वयमस्ति श्रितः इति पदेन सह, तत्र कृष्णश्रितः इति न भवति इति आचार्यस्य उत्तरम्. अस्तु अस्तु अस्तु अस्तु, तर्हि अत्र अस्माकं किं वदति इत्युक्ते परस्परान्वयरहितः इत्युक्ते परस्पर यदि मध्ये अन्वयः नास्ति तर्हि समासः न भवति. तस्य कस्य उदाहरणं किमस्ति? तर्हि पश्य कृष्णं श्रितो राममित्रम् इत्यस्मिन् वाक्ये कृष्णश्रुतयोः न परस्परान्वयः अस्ति. इत्युक्ते कृष्णपदस्य अन्वयः अस्ति पश्य शब्देन सह, एवं श्रितपदस्य च राममित्रे अन्वयः. तर्हि अत्र कृष्णाश्रितयोः समासः न भवति इति अस्ति. तर्हि अत्र समासः कुत्र भवति, समासः कुत्र न भवति, तस्य अवगमनं स्यात् सम्यक् रीत्या इति. तर्हि अत्र अपि च समासस्य सम्बन्धे यदि वदामः तदेव उदाहरणं नयामः इदानीं. तत् वाक्यं वदामः, वाक्यद्वयमस्ति खलु. इदानीं प्रथमवाक्यं किं? सीतायाः पतिः गच्छति इति प्रथमवाक्यम्. द्वितीयवाक्यमस्ति जानक्याः सीतायाः पतिः गच्छति इति. तर्हि सीतायाः पतिः गच्छति इति चर्चितवन्तः आरम्भे एव. इत्युक्ते रामः गच्छति, सीतायाः पतिः गच्छति इति वदने. इदानीं वाक्यं भवति जानक्याः सीतायाः पतिः गच्छति इति वदने. हा, इति वदनेन सीतायाः इत्यस्य जानक्याः इत्यनेन अन्वयः, इत्युक्ते जानक्याः सीतायाः इति सर्वस्य पतिः इति अन्वयः खलु, न तु एकस्य पतिः, सर्वस्य पतिः जानक्याः सीतायाः वदनेन. इदानीं पतिः एक एव नास्ति, सर्वस्य पतिः इदानीम् अभवत् जानक्याः सीतायाः इति वदनेन. इत्युक्ते पतिः इत्यस्य केवलं सीतायाः पदेन सह सम्पूर्ण अन्वयः नास्ति, जानक्याः सीतायाः इति वदनेन सर्वस्य इति भवति, सर्वस्य. तर्हि केवलं पतिः इदानीं यत् प्रथम उदाहरणे आसीत् सीतायाः पतिः, इत्युक्ते सीतायाः पदस्य अन्वयः पतिः पदेन सह आसीत्, परन्तु इदानीं जानक्याः सीतायाः वदनेन तत्र सीतायाः इत्यस्य जानक्याः इत्यनेन अन्वयः. तर्हि जानक्याः सीतायाः वदनेन सर्वस्य पतिः इति अन्वयः भवति. तर्हि पतिः इत्यस्य केवलं सीतायाः पदेन सह अन्वयः नास्ति, पतिः पदस्य जानक्याः सीतायाः मिलित्वा इदानीं जानक्याः सीतायाः पदेन सह अन्वयः अस्ति, पतिः पदस्य जानक्याः सीतायाः पदेन सह अन्वयः अस्ति, सम्पूर्ण अन्वयः तदेव भवति. केवलं पतिः सीतायाः इदानीं वदनेन सम्पूर्ण अन्वयः नास्ति द्वितीय उदाहरणे. तर्हि अतः अत्रापि इदानीम् अस्मिन् उदाहरणे सामर्थ्यस्य यदि अभावः भवति एकदेशेन सह, इत्युक्ते अवयवेन सह, अत्रापि समासः तत्र न अपि सम्भवति खलु. इत्युक्ते जानक्याः सीतापतिः गच्छति इति अपि प्रयोगः न करणीयम्, न प्रोक्तव्यम्. हा, इति भवति. तर्हि एकदेशेन सह सामर्थ्यम् इति तस्य आवश्यकता अस्ति, अवयवेन सह तस्य भागः यत् अस्ति तस्य सह अन्वयस्य आवश्यकता अपि अस्ति. तर्हि तत्रापि उदाहरणं तदासीत्. अस्तु, सम्यक्. इदानीं महोदय एकः प्रश्नः, भवन् जानक्याः सीतायाः पतिः वनं गच्छति इति भवान् उक्तवान् खलु, परन्तु जानक्या जानकी सीतायाः एक विशेषणविशेषभावम् अस्ति तत्र खलु, जानक्या जानकी सीतायाः एक गुणं भवति, जनकस्य पुत्री अस्ति जानकी, एतत् सीतायाः गुणं न भवति वा? तादृशं तादृशं यदि वक्तुमिच्छति भवेत्, परन्तु तत्र जनक इत्युक्ते पुरुषस्यापि नाममस्ति अन्यदपि नाममस्ति खलु, जनकः इत्युक्ते किम्? यः जननं ददाति इति तदस्ति तदस्ति अत्र पिता पिता तत्र व्याकरणरीत्या जनकः इत्युक्ते पिता. समीचीनम्. अपि अपि च सीता अपि वदनेन तत्रापि इत्युक्ते पुत्री अपि भवति तादृशेन. न न महाप्रश्नम् इदानीं जानक्याः सीतायाः च पतिः वनं गच्छति इति अस्ति पूर्णवाक्यम् इति अहं मन्ये, न तु जानक्याः सीतायाः. पूर्णवाक्यं तथा अस्ति, परन्तु जानक्याः सीतायाः इति वदनेन सर्वस्य पतिः इति भवति, न तु सीतायाः केवलं पतिः इति भवति. तर्हि सर्वे तत्र वनं गच्छन्ति वा इति भवेत्. तर्हि जानक्याः सीतायाः इति वदनेन तत्र वाक्यस्य भावः एवं तस्य परिवर्तनं भवति. प्रश्नः समीचीनमस्ति, परन्तु जानक्याः सीतायाः इति वदनेन सर्वस्य पतिः इति अस्ति तस्य अन्वयः इति एकदेशेन सह अन्वयः नास्ति तस्मिन् उदाहरणे, यथा अत्र आसीत् खलु, पश्य कृष्णं श्रितौ राममित्रम् इति आसीत्, भवान् एव पठितवान् अत्र. अस्मिन् कृष्णमपि अस्ति श्रितपदमपि अस्ति खलु, परन्तु कृष्णश्रितयोः तत्र परस्पर अन्वयः नास्ति अत्र. यथा द्वितीय उदाहरणे सीता एवं पतिः, तत्र अन्वयः नास्ति, साक्षात् अन्वयः नास्ति. अत्रापि तादृशम्. अत्र भवानेव पठितवान् खलु, कृष्णपदस्य कस्य पदस्य सः अन्वयः? पश्यपदेन सह. इति अस्ति, पदं तत्र अस्ति इति कृत्वा तस्य अन्वयः तत्रैव स्यात् इति नास्ति. अपि च श्रितपदस्य राममित्रेण सह अन्वयः, अतः कृष्णश्रितः अस्मिन् वाक्ये तत्र समासः न भवति इति. तर्हि वाक्यं किम् अस्ति, अस्माकम् उदाहरणे अपि सीतायाः पतिः गच्छति, अपि च द्वितीय उदाहरणे जानक्याः सीतायाः पतिः गच्छति, मध्ये महान् भेदः अस्ति. यथा केवलं पदं कृष्णश्रितः वदनेन एवं पश्य कृष्णं श्रितौ राममित्रं वदनेन तत्र भिन्न अर्थमस्ति, अन्वयः अपि अन्वयभेदः अस्ति तत्र. अन्वयभेदात् समासः न कर्तुं शक्यते तत्र. इति इत्युक्ते केवलं पृष्ठभूमित्वेन वदति समर्थं सामर्थ्यम् इत्युक्ते किं, यदि सामर्थ्यं नास्ति समासः न भवति इति वयं जानीमः, इति वयं जानीमः. केवलं परिचयरूपेण अत्र वदति. तर्हि एतावत्पर्यन्तम् इदानीं पुनः पाठस्य शीर्षकं पश्यति चेत् किमस्ति तत्र, असमर्थसमासः. तर्हि अस्माकं नियमः एव अस्ति, यत्र सामर्थ्यं नास्ति तत्र समासः न भवति, परन्तु कुत्रचित् भवेत् वा? इत्युक्ते भाषापाकः बहुत्र वयं दृष्टवन्तः, नियमः तु अस्ति एव, नियमस्य प्रयोगः नवनवतिः प्रतीति स्थले भवति एतादृश, नवनवतिः प्रतिशतस्थले भवति 99% मध्ये भवति एतादृशं परन्तु कानिचन अपि सन्ति यत्र नियमस्य उल्लङ्घनम् अपि भवति तर्हि प्रायशः किञ्चित् एव अत्र स्वादः दीयते महोदयेन एतावत्पर्यन्तम् इति सामर्थ्यं तु अस्ति एव परन्तु शीर्षकं पश्यामः चेत् असमर्थसमासः नाम किम् इत्युक्ते समासः भवति यत्र सामर्थ्यमस्ति परन्तु कुत्र कुत्र भवति वा यत्र सामर्थ्यं नास्ति इति अग्रिमभागे इदानीं पश्यामः एतादृशम् अस्ति वा न वा अस्तु अग्रे तर्हि महोदय मम अन्य प्रश्नः अस्ति महोदय हा पृच्छतु महोदय हा अत्र पूर्वे राज्ञः पुरुषः अस्ति राजपुरुषः इति समासः अत्र अन्य उदाहरणमस्ति कृष्णाश्रितः कृष्णं श्रितः मम प्रश्नः अस्ति अत्र कृष्णः श्रितः नास्ति कृष्णे श्रितः अपि नास्ति अत्र कृष्णं श्रितः इति अस्ति कृष्णं श्रितः कृष्णाश्रितः किमर्थं तथा अस्ति इति मम प्रश्नः श्रितः इत्युक्ते आश्रि महोदय तत्र दीर्घः नास्ति तत्र कृष्णश्रितः अस्ति न तु कृष्णाश्रितः समीचीनं कृष्णश्रितः तथापि कृष्णः श्रितः कृष्णश्रितः तथा किमर्थं नास्ति श्रितः इति इत्युक्ते आश्रितः तथा श्रितः इत्युक्ते किं लैक् डिपेण्डबल् इति तथा यदि डिपेण्डबल् मीन्स् सो यु डिपेण्ड् इन् आर् आन् रैट् आन् परन्तु संस्कृते तत्र कर्मपदमेव कृष्णः No, I'm depending on Krishna. Itte Krishnam is the karma padam asti tatra. Ha, mohaya tatra samasi kim asti itte tatra bahutra padadvayoho madhye anvayah bhavati. Khalu padadvayoho madhye evalam kevalam. Itte अन्यपदानि अपि सन्ति परन्तु पदद्वयोः मध्ये एव भवति आरम्भे तदनन्तरं पदत्रयमस्ति वा चतुष्टयमस्ति वा एतादृशं भवेत् तर्हि पदद्वयमस्ति चेत् वयं किं वदामः पूर्वपद एवम् उत्तरपद खलु तर्हि पूर्वपद एवम् उत्तरपदयोः मध्ये सम्बन्धः अन्वयः स्यात् खलु तर्हि समासः किं भवति कस्मिन् पदयोः मध्ये सम्बन्धः अस्ति खलु इत्युक्ते पूर्वपदप्राधान्यम् अस्ति वा वरपदप्राधान्यम् अस्ति वा तद्द्रष्टव्यमस्ति खलु तर्हि समासश्रेणीकरणमस्ति कस्य प्राधान्यमस्ति पूर्वपदप्राधान्यमस्ति अथवा उत्तरपदप्राधान्यमस्ति इति भागद्वयं तर्हि तृतीयं किमस्ति उभयपदप्राधान्यमस्ति इति तृतीयश्रेणी चतुर्थश्रेणी अस्ति अन्यपदप्राधान्यमस्ति न तु पूर्वपदं न तु परपदम् अन्यपदप्राधान्यमस्ति पदयोः मध्ये सम्बन्धः एव नास्ति सम्बन्धः अस्ति परन्तु प्राधान्यमस्ति अन्यपदप्राधान्यमस्ति तर्हि प्रत्येकस्थले विभक्तिप्रयोगः अपि च अस्ति खलु यदि प्राधान्यम् अस्ति तस्य पदस्य उत्तरपदस्य यदि प्राधान्यम् अस्ति तर्हि प्रथमपदस्य विभक्ति अपि स्यात् यथा इदानीं दृष्टमासीत् खलु तत्र सीतायाः पतिः इति आसीत् तत्र कीदृशसमासः अस्ति वदतु सीतायाः पतिः वदामः चेत् षष्टितत्पुरुषः इत्युक्ते तत्र तत्पुरुषसमासः इति वदनेन कस्य पदस्य प्राधान्यमस्ति? उत्तरपदप्राधान्यमस्ति खलु? तर्हि उत्तरपदप्राधान्यमस्ति, परन्तु उत्तरपदप्राधान्यं कस्मिन् सम्बन्धे अस्ति खलु? तर्हि सीतां पतिः वदामः वा, सीतया पतिः वदामः वा, एतादृशं वदामः वा, अथवा सीतायाः पतिः वदामः वा, तत्र सम्बन्धः अस्ति तस्मिन् स्थले. वदतु वदतु, अत्र भवान् वदतु, अत्र कीदृशसम्बन्धः, एवं विभक्ति किं स्यात् इत्युक्ते तत्पुरुषसमासः अस्ति परन्तु तत्र विभक्तयः अपि सन्ति खलु, द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी तत्पुरुषसमासाः सन्ति तत्र. वदतु इदानीं किञ्चित्. मम चिन्तनमस्ति आश्रितः इत्युक्ते अधिकरणम् आवश्यकम् इति, अतः कृष्णे आश्रितः इति मम चिन्तनम् अस्ति. एकवारं तत्र देवकान्तमहोदय किञ्चित् साहाय्यं करोतु, तत्र किमस्ति, कीदृशं तत्र कृष्णं श्रुतः अथवा सीतापति इति विषये? न न न, अत्र कृष्णम् इत्युक्ते कृष्णश्रितः इति पदे कीदृशसम्बन्धः, कीदृशसमासः, कथं तत्र एतादृशं पदं विग्रहवाक्यं कथं कृष्णश्रितः, कृष्णश्रितः इति समस्तपदे कृष्णं श्रितः इति अस्ति विग्रहवाक्यं. कृष्णः अत्र कर्मपदम् अस्ति, परन्तु महोदयस्य प्रश्नमस्ति तत्र अधिकरणं भवति इति, तस्य प्रश्नः. तत्तु लोकल् लाङ्ग्वेजस् का इन्फ्लुयेन्स् अस्ति, मलयाळमपि मलयाळे अपि तत्र सप्तमी विभक्ति भवति इति, परन्तु संस्कृते तत्र नास्ति. संस्कृते तादृशं नास्ति महोदय, तत्र आश्रयः इत्युक्ते तत्र अत्र कर्ममेव स्वीकुर्मः संस्कृते, एतादृशम् अस्ति तत्र. अन्ये कर्तुं शक्यते, एकस्य एक एव अर्थम् अस्ति इति नास्ति खलु. इदानीं सर्वे स्मरन्ति वा अस्माकं कथा आसीत् खलु? कथा अस्माकम् आसीत्, कथायाः शीर्षकं किम् आसीत्? रामेश्वरः खलु, स्मरन्ति वा न स्मरन्ति वा रामेश्वरः इति कथा आसीत्? समासः यदा आरम्भम् अभवत् तत्र रामेश्वरः इत्युक्ते किं? रामस्य ईश्वरः इति एकं विग्रहवाक्यम् उक्तम्. अन्यत् विग्रहवाक्यं किम् उक्तम्? रामः एव ईश्वरः, रामेश्वरः, तदपि भवति रामेश्वरः इति वदनेन. रामः एव ईश्वरः तथापि भवति, सामानाधिकरणम् अस्ति तत्र, कर्मधारयः भवति, एतादृशं तत्पुरुषः अपि भवति, कर्मधारयः भवति. तृतीयं किं भवति? रामस्य ईश्वरः यः सः, बहुव्रीहि अपि तत्र भवति रामेश्वरः वदनेन खलु. तर्हि समासः वदामः सन्दर्भानुगुणं, समासः कीदृशस्थितिः अस्ति. तर्हि किम् आसीत् तस्मिन् रामेश्वरः यदा कथा पठितवन्तः वयं? कोऽपि ऋषिः अस्ति, तत् आगत्य रामं पृच्छति, रामः ध्यानमग्नः अस्ति, तत्र रामं पृच्छति, भोः रामेश्वरः. तर्हि रामः, तस्य रामेश्वरः, तस्य अर्थं किं वदति? ऋषिः अपि पुनः परिप्रश्नं कृत्वा अपि प्रश्नं पृच्छति. तर्हि एतादृशं सम्भाषणम् आसीत्. तर्हि तत्र किमपि युक्तिः नास्ति खलु, प्रश्नः नास्ति, रामेश्वरः इत्युक्ते किं? तर्हि सन्दर्भं कीदृशमस्ति? यदि रामः ईश्वरः अस्ति चेत् रामेश्वरः कर्मधारेः वदामः खलु. अन्य कोऽपि पुरुषः अस्ति, सः वदति रामेश्वरः इत्युक्ते रामः ईश्वरः यस्य सः अन्यपदस्य प्राधान्यमस्ति तस्मिन् सन्दर्भे अस्ति चेत् रामस्य ईश्वरः अन्य कोऽपि अस्ति वा तत्र तत्र ऋषिः पृच्छति तर्हि रामस्य उत्तरमस्ति महादेवः मम ईश्वरः रामेश्वरः इत्युक्ते तदेव अस्ति खलु तादृशेन अपि अस्ति तर्हि सन्दर्भानुगुणं पश्यामः अत्र द्वितीया वदति तत्र तदपि समीचीनमस्ति एकस्य पदस्य केवलम् एकमेव समासः भवति इति सर्वदा नास्ति सन्दर्भम् अनुगुणात् तत्र अनुगुणं कृत्वा तस्य उत्तरं भवेत् तर्हि अत्र द्वितीया भवेत् समीचीनम् अस्तु अस्तु तर्हि अग्रे कुशलमहोदय कृपया आचार्य वदति अभवत् पश्य कृष्णं ऋतौ रां मित्रम् इत्यस्मिन् वाक्ये कृष्णश्रुतयो न परस्परान्वयः कृष्णपदस्य पश्य इत्यत्र अन्वयः श्रुत् पदस्य च रां मित्रे अन्वयः अतः अत्र कृष्णश्रुतयोः न समासः शिष्य वदति एवं तर्हि यत्र परस्परान्वयो न स्यात् तत्रापि यदि समासः क्रियेत् तर्हि उच्यते असमर्थसमासः इति शिष्य वदति यदि परस्पर अन्वयः न भवति तत् असमर्थसमासः इति तस्य प्रश्नः असमर्थसमासः कः तस्य सम्बन्धे प्रश्नः आचार्य वदति आम् येन सह यस्य अन्वयः तद्वयति रिक्तेन पदेन समासः एव असमर्थसमासः नाम यदि अन्वयः नास्ति पदेन सह अतः असमर्थसमासः असूर्यं पश्यादिषु एतादृशः समासः आश्रियते असूर्यपश्याः इत्यस्य अर्थः न सूर्यपश्यन्ति या था इति अत्र नयः दृशधातुना अन्वयः न तु सूर्यपदेन तथापि अत्र नयसूर्ययो समासः कृतः दृश्यते अतः अयं समासः उच्यते असमर्थसमासः इति आचार्य कश्चन उदाहरणं ददाति असमर्थसमासः तर्हि अन्वयः न अस्ति यथा असूर्यस्य पश्यादिषु एतादृशः समासः आश्रियते न सूर्यः पश्यन्ति या ताः सूर्यस्य अन्वयः पश्य सः अस्ति न तु दृशधातुना अन्वयः सूर्यपदेन सह नास्ति अस्तु, चिन्ता नास्ति. अन्य किमपि वक्तव्यमस्ति वा महोदय, अथवा किञ्चित् सहायम् आवश्यकम्? सहायता आवश्यकं. हा हा हा, नास्ति चिन्ता, नास्ति चिन्ता. तत्र एतत् पठनात् प्राक् तत्र उदयकुमारमहोदयस्य प्रश्नः आसीत् खलु, कृष्णं स्थितः इत्युक्ते तत्र किमर्थम् आधारः अस्ति वा एतादृशं श्रितः अस्ति चेत् किं करणीयम् एतादृशम् अस्ति चेत्. तर्हि महोदय, तत्र समाससम्बन्धे कानिचन नियमानि अपि सन्ति. नियमानि इत्युक्ते तत्र पाणिनि अष्टाध्यायीमध्ये अपि च कानिचन सूत्राणि सन्ति, तद् जानीमः चेत् समासः सुलभः भवति. इत्युक्ते अत्र समासः तत्पुरुषः, तत्पुरुषः इत्युक्ते वयं जानीमः प्रथमा तत्पुरुषः, द्वितीया तत्पुरुषः, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्ति, सप्तमी, एतत् सर्वं भवति. इति कृत्वा तत्पुरुषसम्बन्धे पाणिनि अष्टाध्यायीमध्ये सूत्राणि सन्ति. एकं सूत्रमस्ति द्वितीया श्रीत अतीत पतीत गत अत्यस्य प्राप्त आपान्नैः, किञ्चित् दीर्घं सूत्रमस्ति परन्तु अतिसुलभम्. द्वितीय अध्यायः प्रथमपादः चतुर्विंशतिसूत्रसङ्ख्या अस्ति. यदि समयः अस्ति चेत् अनन्तरम् अपि पश्यतु. तत्र किं वदति, द्वितीया इत्युक्ते द्वितीया, यदि तत्पुरुषः द्वितीया करिष्यामः चेत् साधारणतया कीदृशं स्यात्. तत्र यदि श्रित अस्ति, यदि अतीत अस्ति, यदि पतीत अस्ति, यदि गत अस्ति, यदि अत्यस्त अस्ति, यदि प्राप्त अस्ति, यदि आपन्न इति अस्ति चेत् अत्र एतत् द्वितीया तत्पुरुषः भवति एतादृशम्. इत्युक्ते महोदय, सूत्रसङ्ख्या कृपया पुनः वदतु महोदय. द्वितीयाध्यायः प्रथमपादः चतुर्विंशति इति अस्ति सूत्रसङ्ख्या. एवं सूत्रस्य सूत्रम् एवम् अस्ति, द्वितीया श्रीत अतीत पतीत गत अत्यस्य प्राप्त आपन्नैः इति अस्ति. तत्र बहूनि पदानि सन्ति, तत्पदं किं वदन्ति, अत्र द्वितीया तत्पुरुषः भवति, अन्यत् किमपि नास्ति खलु. तर्हि यदि पदम् अस्ति तत्र सुखप्राप्तः इति अस्ति पदं खलु, किं वदामः, सुखं प्राप्तः, सुखप्राप्तः. हा, केवलम् एतद् वदति, अन्यत् किमपि न. तत्र पदमस्ति ग्रामगतः अस्ति चेत् किं, ग्रामं गतः. तादृशं कृष्णश्रितः, कृष्णं श्रितः, श्रितः. तादृशमेव अपि च श्रितः इति वदामः चेत् कष्टश्रितः इति अस्ति, कष्टश्रितः अस्ति खलु, कष्टं श्रितः. स्वर्गश्रितः अस्ति, स्वर्गं श्रितः. नरकश्रितः अस्ति, नरकं श्रितः. एतादृशमस्ति श्रितः. एतादृशेन अस्ति यदि आश्रयति इति चेत् कथा वा, किमस्ति आश्रयति, कृष्णे आश्रयति इति अस्ति चेत् तत्र कृष्णे इति भवति, अत्र श्रितः इति रूपम्, अतः द्वितीयतत्पुरुषः अस्ति अत्र. कृष्णं श्रितः, कृष्णश्रितः इत्युक्ते बहु प्रसिद्ध अपि च व्यवहारः अस्ति एतादृशम्. ग्रामगतः कोऽपि श्रुत्वा यदा समासः पूर्णरीत्या पठति वारं वारं, कोऽपि वदति भोः ग्रामगतः अस्ति, किमस्ति? ग्रामं गतः द्वितीयतत्पुरुषः इति साक्षात् आगच्छति मुखतः एतादृशम् एतादृशमस्ति अत्र. अस्तु, अग्रे सरामः इदानीं. तर्हि इति एकमेव सूत्रमस्ति, द्वितीयतत्पुरुषः कुत्र भवति इति कृत्वा. अन्ये अपि बहवः सूत्राः सन्ति अष्टाध्यायमध्ये. अतः पाणिनि एव तस्य व्याकरणे बहु किमपि कष्टं भवेत् इति कृत्वा सूत्रं तत्र लिखितमासीत् तत्र अष्टाध्यायीपुस्तके मध्ये. तर्हि सूत्रं किं किम् अस्ति एकमेकं पठन्ति चेत् एतत् सर्वं सुलभं भवेत्, परन्तु व्यवहारः अपि भवेत् चेत् बहुवारम् एतादृशमनसि अपि तिष्ठति एतादृश वाक्यानि. अस्तु, पदानि वा. अत्र कुशलमहोदयेन यत् पठितं तत् पश्यामः पुनः. तर्हि शिष्यः वदति, एवं तर्हि यत्र परस्पर अन्वयोः न स्यात् तत्रापि यदि समासः क्रियते तर्हि उच्यते असमर्थसमासः खलु? असमर्थसमासः समर्थः तत्र समासः भवति वयं जानीमः, परन्तु असमर्थसमासः अपि अस्ति वा? आचार्यः वदति, आम् आम्. येन सह यस्य अन्वयः तद् अतिरिक्तेन पदेन समासः एव असमर्थसमासः नाम इति वदति. इत्युक्ते किं? यद्यपि समासविधिर्थं सामर्थ्यम् इति तस्य आवश्यकता अस्ति, तथापि कुत्रचित् सामर्थ्यं विना अपि समासः कृतः दृश्यते इति वदति. तर्हि एतादृशसमासः यत्र सामर्थ्यं नास्ति परन्तु समासः अस्ति असमर्थसमासः इति वदामः. तर्हि येन पदेन सह अन्वयः नास्ति तेन सह यदि समासः भवति तर्हि असमर्थसमासः इति वदामः. तर्हि एतादृशसमासः पृथक् भेदरूपेण न परिगण्यते, खलु? इत्युक्ते विशिष्टशब्दानामेव साधुत्वज्ञापनाम् एव अस्य प्रयोजनम्. इत्युक्ते बहुत्र असमर्थसमासः न दृश्यते, कानिचन एव सन्ति, कानिचन अङ्गुल्यां गणनं कर्तुं शक्यते किं भवति तत्र. अस्तु, ध्वनिः अस्तु, तत्र म्यूट् कृतवान् तत्र कुशलमहोदय. अस्तु, तर्हि अत्र असमर्थसमासः इति वदामः. यदि एतादृशस्थितिः अस्ति चेत् तर्हि असमर्थसमासः बहुत्र न दृश्यते, विशिष्ट एव शब्दानां तत्र एतादृशसम्बन्धः अस्ति. तद्विषये एतत् पाठः. अत्र त्रीणि उदाहरणानि अस्ति अस्मिन् अस्माकं पाठे, त्रीणि एव, केवलं त्रीणि, बहु नास्ति, त्रीणि एव. अत्र प्रथमं दीयते अत्र आचार्येण. किं वदति? असूर्य इति पदमस्ति, खलु? असूर्य, असूर्यं पश्यादिषु, इत्युक्ते असूर्यम् अस्ति एवं पश्यपदम् एतादृशसमासः अस्ति, एतादृशसमासः भवति. तर्हि किमस्ति? यदि तत्र अस्ति असूर्यं पश्याः इति पदमस्ति, असूर्यं पश्याः इत्युक्ते किं? तर्हि अत्र असमर्थसमासः किमस्ति? यदि वाक्यं वदामः तत्र वयं लिखितुं शक्नुमः अत्र असूर्यं पश्यानि मुखानि इति वाक्यं, वाक्यं केवलं पदं दीयते अत्र, खलु? पदं दीयते केवलम्. असूर्यं पश्यानि मुखानि इति प्रथमम् उदाहरणमस्ति, खलु? असूर्यं पश्यानि मुखानि एतादृशं. तर्हि अत्र किमस्ति? असूर्यं पश्य इति, असूर्यं पश्य इत्युक्ते किम्? या न सूर्यं पश्यन्ति, इत्युक्ते गृहे एव तिष्ठन्ति खलु, कोऽपि तत्र बालिका अस्ति अथवा नारी अस्ति किमपि, केवलं गृहे एव तिष्ठति, सर्वमेव कार्यं गृहे एव करोति, बहिः कदापि न गतवती एव। एतादृशं बालकः अपि स्यात् किमपि स्यात्, अत्र स्त्रीलिङ्गप्रयोगः अस्ति, न सूर्यं पश्यति याः ताः, अत्र तत्र अत्र किम् अस्ति, अत्र नञ् दृस् धातूना अन्वयः अस्ति, इत्युक्ते नकारः अस्ति खलु, नकारः साक्षात् पदेन दृश्यते। अत्र पश्यतु, असूर्यं पश्याः इति पदमस्ति खलु, नकारः तु नास्ति परन्तु तस्य अर्थं तादृशमेव, इत्युक्ते सूर्यं न पश्यति इति। तर्हि नञ् पदस्य दृस् धातूना अन्वयः अस्ति, तत्र सूर्यपदेन सह तस्य अन्वयः नास्ति। तर्हि नञ् सूर्ययोः समासः कृतः दृश्यते अत्र खलु, अतः एतादृशसमासः वदामः किम्, असमर्थसमासः। पुनः तर्हि अत्र किम् अस्ति, असूर्यं पश्याः इति अस्ति, इति असूर्य इति किम् अस्ति, उपपदम् अस्ति खलु, असूर्य उपपदस्य दृस् धातोः अस्ति, असूर्य सूर्यं न असूर्य खलु, न इति न दृश्यते, परन्तु असूर्य इत्युक्ते सूर्य एवं न इति अस्ति, पदमस्ति असूर्य। तर्हि यत् पदमस्ति, यस्य अर्थमस्ति नकारान्तपदं नञ् इति अस्ति, तस्य अन्वयः सूर्यपदेन सह अस्ति वा, तस्य अन्वयः दृष्पदेन सहितमस्ति खलु, अवगच्छन्ति खलु, असूर्यदृश् इति यत् पदमस्ति तत्र अकारः यत् अस्ति सूर्यपदस्य प्राक्, न इति तस्य अर्थः, तस्य अन्वयः दृष्धातोः सम्बन्धे अस्ति, न तु सूर्यपदेन सह। तर्हि असूर्य इति वदामः चेत् अत्र असूर्य पश्य अथवा असूर्यं पश्य असूर्यं पश्यानि असूर्यं पश्याः एतादृशं वदनेन अत्र असमर्थसमासः इति वदामः इति। न इत्यस्य अन्वयः दृस् धातोः पश्यति इत्येन सह विद्यते, न तु सूर्यः पदेन सह। तर्हि अत्र असूर्यम् इति यत् भवति तत्र असमर्थसमासः। अत्र किमर्थं दृस् धातोः नैपदेन सह अथवा अकारान्तपदेन सह सम्बन्धः अस्ति। तर्हि वाक्यम् अत्र पश्यामि, पुस्तके नास्ति वाक्यं, वाक्यं नास्ति पुस्तके, हा वाक्यमस्ति, पूर्णवाक्यमस्ति, सूर्यं न पश्यन्ति इति सूर्यपश्या राजदाराः इति सिद्धान्तकुमुदी पुस्तके एतादृशं लिखितमस्ति वाक्यं। केवलम् उदाहरणं वदति असमर्थसमासः इति सम्बन्धे वदति, सूर्यं न पश्यन्ति इति सूर्यं पश्य असूर्यं पश्या राजदाराः इति अस्ति। तर्हि अत्र किं भवति, असमर्थसमासः, न पदेन सूर्यपदेन सह सम्बन्धः नास्ति, न पदेन दृश् पश्य पदेन सह सम्बन्धः अस्ति, कृत्वा असमर्थसमासः इति वदामः। तर्हि अस्मिन् सन्दर्भे अग्रे दत्तमस्ति, अग्रे पठितुं शक्नुमः किम् अस्ति। तर्हि एतावत् प्रश्नः अस्ति वा तत्र कुशलमहोदय, इदानीं सम्यक् वा अथवा किं? धन्यवादः। इत्युक्ते असूर्यं पश्यादिषु इति अस्ति, तत्र दत्तमस्ति नकारं सूचयति, परन्तु अन्वयः दुष् अथवा या पश्यन्ति तस्य तत्र अन्वयः अस्ति. परन्तु तथापि अत्र नञ् सूर्ययोः समासः कुतः दृश्यते एव, परन्तु तत्र समासः सूर्यपदस्य अत्र आकारम् अस्ति, तत्र समासः अस्ति इति दृश्यते एव, परन्तु तथा नास्ति इति वा अर्थम्? असमर्थः अपि यदि करोति चेत् असमर्थः, असमर्थसमासः एव. परन्तु पूर्वतन वाक्यं पश्यति चेत् तथापि अत्र नञ् सूर्ययोः समासः कृतः दृश्यते असूर्यवदनेन असूर्यवदनेन किं भवति उपपद दृश्यते तादृशं दृश्यते एव, परन्तु तथा नास्ति, अन्वयः तथा नास्ति, परन्तु तत्र अन्वयः तथा नास्ति, परन्तु अकारम् अत्र सूर्यस्य पदस्य पूर्वे अस्ति इति. पूर्वपदे अस्ति परन्तु अन्वयः पश्यति पदेन सह अस्ति तस्य अन्वयः, सूर्यपदेन सह तस्य अन्वयः नास्ति. यद्यपि स्थितः सूर्यपदस्य प्राक् एव उपपद अस्ति सूर्यपदस्य, तथापि अन्वयः तत्र नास्ति. इत्युक्ते पदं तत्र किं दत्तमस्ति तत् त्रुटिः नास्ति, परन्तु असमर्थसमासः इति सामर्थ्यं नास्ति तत्र. अकारस्य सूर्यपदस्य अन्वयः नास्ति इति कृत्वा सामर्थ्यं नास्ति तत्र. पदं तु सम्यक् एव इति, पदं सम्यक् अस्ति, पदं सम्यक् अस्ति, अन्वयं सम्यक् करणीयं. यदि अन्वयं सम्यक् करोति चेत् सम्यक् भवति, परन्तु अत्र असमर्थसमासः इति उदाहरणम् इति वदामः. समीचीनम्. इदानीम् असूर्य अर्थात् सूर्यस्य नास्ति, सूर्यं कोऽपि वस्तु सूर्यः अस्ति तर्हि अस्ति, तर्हि एतत् किञ्चित् तत्र द्रष्टव्यमस्ति. अत्र असूर्य इत्युक्ते अ इति पदस्य सम्बन्धः सूर्यपदेन सह नास्ति, पश्यति पदेन सह अस्ति. इत्युक्ते सूर्यं न पश्यति. का न पश्यति? नारी अस्ति, बालिका अस्ति, बालकः अस्ति, नरः अस्ति, किमपि स्यात् खलु. न पश्यन्ति सूर्यम् इति, न पश्यन्ति सूर्यं, कदापि न पश्यन्ति, गृहे एव सर्वकार्यं भवति इति अस्ति. अस्तु, अग्रे सरामः, नो चेत् समाप्तः न भवति. अग्रे महोदय, उदयकुमार महोदय. एवं समासः किमर्थं वा करणीयः इति प्रश्नम्. यदि एतत् असमर्थसमासः अस्ति, किमर्थं करणीयः इति प्रश्नः अस्ति. असूर्यललाटयोर्दिशितयोः इति सूत्रे पूर्वोक्तार्थे असूर्यपदे उपपदे कृषधातोः प्रत्ययविधान अविधानसामर्थ्यं सामर्थ्यात् असमर्थसमासः अस्ति इति ज्ञाप्यते. अतः लोके क्वचित् असमर्थसमासः श्रूयते. अत्र सूत्रं दत्तमस्ति असूर्यललाटयोर्दिशितपोः. अत्रैव वयम् एकम् उदाहरणं दृष्टवन्तः असूर्यपदे. अत्र तत्र असमर्थसमासः दृश्यते, अन्यत्र अपि ललाट इत्युक्ते अत्र अपि अत्र उदाहरणं नास्ति, परन्तु तत्रापि भवितुम् अर्हति इति धरति इति आचार्यः वदति असूर्यपदे उपपदे दुष्धातोः प्रत्ययवि प्रत्ययविधानसामर्थ्यम् असमर्थसमासः अस्ति इति ज्ञाप्यते. एतत् सूत्रप्रकारेण तत्र असमर्थसमासः इति भवितुम् अर्हति इति ज्ञापयति वयम् इति. अतः लोके क्वचित् अतः लोके क्वचित् असमर्थसमासः श्रूयते. इतस्ततः इति क्वचित् असमर्थसमासः वयं शृणुमः इति अस्ति. सम्यक्. तर्हि पाणिनिसूत्रमस्ति अपि अस्ति असमर्थसमासकृते खलु. असूर्यललाट असूर्यललाटयोः दृशितपोः इत्युक्ते असूर्यदृशि ललाटतपः. अन्यत् उदाहरणमपि अस्ति खलु, ललाट एवं तपः, ललाटन्तप इति अन्यत् अस्ति. समयः नास्ति यत् तत् उदाहरणं अग्रे पश्यामः. अग्रिम अध्यायः अपि एतादृशसम्बन्धे अस्ति. परन्तु अन्यत् उदाहरणम् अपि अस्ति, परन्तु पुस्तके यद् दत्तमस्ति तत्तु अस्ति असूर्यं पश्याः इति. तत् वयं दृष्टवन्तः कीदृशस्थितिः. अन्य अपि अस्ति, पाणिनि सूत्रमपि अस्ति. एतादृश असमर्थसमासः लोके क्वचित् क्वचित् बहुत्र न, क्वचित् श्रूयते खलु. अस्तु, समीचीनम्. अग्रे देवकान्तमहोदय. शिष्यस्य प्रश्नः अस्ति, एतादृशानि उदाहरणानि अन्यानि किं सन्ति आचार्य? अपुनर्गेयाः श्लोकाः, अश्राद्धभोजी ब्राह्मणः इत्यादौ अयं समासः कृतः दृश्यते. ये श्लोकाः न पुनः गेयाः ते उच्यते अपुनर्गेयाः इति. अत्र नञ् अन्वयः गेयपदेन अस्ति, न तु पुनः शब्देन. तथापि नञ् पुनःशब्दयोः समासः कृतः, अतः अत्र असमर्थसमासः. एवमेव अश्राद्धभोजी इत्यत्र नञ् अन्वयः भुजधातुना एव, न तु श्राद्धपदेन. तथापि नञ् श्रद्ध नञ् श्राद्धपदयोः समासः कृतः, तस्मात् असमर्थसमासः. इदानीमेव अहं केचन उदाहरणानि कृतवान्. अश्राद्धभोजी ब्राह्मणः इत्युक्ते एकः ब्राह्मणः अस्ति, तत् सः श्राद्धं न भोजति इति. तत्र नञ् प्रत्ययस्य अन्वयमस्ति भोजति इति क्रियापदेन सह, न तु श्राद्धपदेन. भुज् इति अस्ति खलु. तर्हि उदाहरणद्वयं अत्र दत्तमस्ति खलु आचार्येण. तर्हि प्रथमं किमस्ति, अपूनर्गयाः इति अस्ति. अपूनर्गयाः श्लोकाः इति अस्ति खलु. तत्र अत्र किम् अस्ति, तत्र वाक्यं यः श्लोकः पुनः न हा समीचीनं वदतु वदतु. यः श्लोकः पुनः न गेयाः सः इति समीचीनं. ये श्लोकाः ये श्लोकाः अपुनः गेयः सः अपुनर्गेयः इति. अपुनः गेयः श्लोकः सः अपुनर्गेयः श्लोकः इति वदामः. तर्हि अत्र यद्यपि अकारः पुनः शब्दस्य प्राक् अस्ति, तस्य अन्वयः गेयः पदेन सह अस्ति खलु. यत्र नै यत् अस्ति, नकारान्तक अर्थ नकारात्मक अर्थ यत् अस्ति, तत् गेयपदेन सह अस्ति. यथा असूर्य उदाहरणे नकारस्य अन्वयः पस्य शब्देन सह आसीत्, अत्रापि तादृशम् अपुनर्गेयः इति वदनेन नै इत्यस्य अन्वयः गेयः पदेन सह अस्ति. तथापि समासः पुनः इत्यनेन सह भवति खलु, अपुनः इति द्वितीय उदाहरणमासीत्, अपुनर्गेयः श्लोकः इति. द्वितीयं किम् अस्ति, अश्राद्धभोजि ब्राह्मणः. तत्र किं करणीयम्, अश्राद्धं भुङ्क्ते इति शिलमसः शिलमस्य सह अश्राद्धभोजि ब्राह्मणः खलु. अत्र किमस्ति, पुनः अश्राद्धं भुङ्क्ते, अश्राद्धं भुङ्क्ते इति अस्ति खलु. तर्हि यत्रपि यद्यपि नञ् इत्युक्ते अकारः श्राद्धपदेन सह अस्ति, तस्य अन्वयः भुङ्क्ते पदेन सह वर्तते, भुङ्क्ते पदेन सह अस्ति. तथापि अश्राद्ध एवं भुङ्क्ते मिलित्वा समासः भवति, अत्रापि असमर्थसमासः इति वदामः. अत्रापि तादृश अर्थमस्ति. तर्हि उदाहरणत्रयमेव उक्तम् अत्र. अस्तु, तत्र अन्य कोऽपि प्रश्नः अस्ति वा? अत्र सूत्रे अत्र असूर्य ललाट इत्यादि अस्ति, परन्तु तत्र अश्राद्ध अपुना इति पुना इति कोऽपि तत्र सूत्रं नास्ति, सूत्रे नास्ति, तत्र सूत्रे नास्ति, केवलं व्यवहारः अस्ति, केवलं व्यवहारः अस्ति. सूत्रं साक्षात् सूत्रं नास्ति, केवलं व्यवहारम् अस्ति एतादृशः. परन्तु सूत्रे ये व्याख्या कृतवन्तः ते एतादृशव्यवहाराः पश्यन्ति. तत्र इत्यादि इति नास्ति, इत्युक्ते तत्र अन्यत् सूत्रे अन्यत् उदाहरणमपि अस्ति खलु, पुस्तके यत् न दत्तमस्ति, सूत्रे यत् दत्तमस्ति तत् अस्ति. ललाटन्तप अन्यतपि अस्ति खलु. अत्र सूत्रे किमस्ति, असूर्यललाटयोः इत्युक्ते असूर्यः इति एकं पदम् अस्ति, ललाट अपि अन्यत् अस्ति. तर्हि सूत्रं किं वदति, असूर्यललाटयोः दृशितपोः इत्युक्ते असूर्यपदस्य दृशिपदेन सह ललाटपदेन पदस्य तपः इति पदेन सह खलु इति अस्ति. पुनः पश्यामः चेत् असूर्यललाटयोः दृशितपोः इति सूत्रं वदति खलु. तर्हि असूर्यपदस्य दृष्पदेन सह ललाटपदस्य तपपदेन सह. तर्हि अत्र उदाहरणं पुस्तके न दत्तमस्ति, ललाटन्तप इति तत् उदाहरणम् अन्यत् अस्ति, अग्रिमपाठे आयाति एतत् सर्वं. तर्हि एतादृशसूत्रमपि अस्ति, अन्ये व्यवहाराः अपि अस्ति. तर्हि महोदयस्य पुस्तकस्य नाममस्ति भाषापाठः खलु, साक्षात् व्याकरणे सर्वं न दृश्यते, कानिचन तत्र अन्ये अपि सन्ति इति कृत्वा कीदृशभाषा इति अस्ति इति तस्य आशयः अस्ति. अस्तु, सम्यक्. अन्य कोऽपि प्रश्नः? अस्तु, तर्हि कुशलमहोदय. आम्, शिष्यः वदति अयं पृथक् अयं पृथक् समासः न खलु. इदानीं भिन्नः समासः न अस्ति, प्रश्नः पृच्छति. आचार्यः वदति नायं पृथक् समासः. अलुक् कन् अलुक् नित्यसमासादयः एव इव अयमपि न अर्हति अयं पाठकेन परिगणनं तन्नां समयभेदाः ये युक्ताः तेषु एव क्वचित् अन्तर्भावः अस्य. सो आचरति पृथक्समासः नास्ति, अलोकनित्यसमासादयः एव अयमपि. इदानीं नित्यसमासः अहं न जानामि कः अवदत्. हा हा, चिन्ता नास्ति. तर्हि अत्र शिष्यस्य प्रश्नः एतादृशम् अस्ति खलु, समासः यदा जानीमः तर्हि समासपरिवारे कति सदस्याः सन्ति अथवा समासस्य कति परिवाराः सन्ति एवं प्रत्येकपरिवारे कति सदस्याः सन्ति. वयं जानीमः समासः द्विधाः इत्युक्ते विशेषसमासः एवं केवलसमासः खलु, समासपरिवारः द्वयः. केवलसमासः इत्युक्ते वयं जानीमः तत् अग्रे आयाति, परन्तु विशेषसमासः यत् अस्ति तत् अस्ति प्रसिद्धाः. विशेषसमासः चतुर्धाः, पूर्वपदपरपदनयामः चेत् प्रथममस्ति तत्पुरुषः, उत्तरपदप्राधान्यं. पूर्ववदप्राधान्यम् अव्ययीभावसमासः इति वदामः, उभयपदप्राधान्यं द्वन्द्वसमासः इति वदामः, अन्यपदप्राधान्यं बहुव्रीहि इति वदामः. इति विशेषसमासः चतुर्धाः सन्ति वयं जानीमः. परन्तु केवलसमासः अपि अस्ति, इत्युक्ते बहुत्र न दृश्यते परन्तु केवलसमासः अपि अस्ति. केवलसमासः इत्युक्ते अत्र किं भवति, तत्पुरुषः एतत् सर्वत्र संज्ञाविनिर्मुक्तः अस्ति, समास संज्ञामात्रयुक्तः केवलसमासः इति अस्ति. परन्तु अत्र विशेषसमासः नास्ति, बहुत् किञ्चित् अपि दृश्यते. तर्हि न तु केवलसमासः न तु विशेषसमासे एतादृश असमर्थसमासः इति पृथक् रीत्या श्रेणी न कृतं समासे. शिष्यस्य प्रश्नः, असमर्थसमासः मया न श्रुतं भोः एतावत्पर्यन्तम्, अन्यत् श्रेणी अस्ति वा इति प्रश्नः अस्ति तस्य. तर्हि शिष्यस्य प्रश्नः पुनः किं वदति, अयं पृथक् समासः अस्ति वा न खलु इति प्रश्नः. तर्हि आचार्यः वदति न न न अयं पृथक् समासः इति नास्ति असमर्थसमासः. अलुक् नित्यसमासादयः इव अयमपि इत्युक्ते अस्माकं ये समासपरिवाराः एवं सदस्याः जानीमः तर्हि तदेव अस्ति. असमर्थसमासनाम्ना अन्यत् श्रेणी अपि श्रेणी नास्ति. न अर्हति अयं पार्थक्येन परिगणनं, भिन्नरीत्या असमर्थसमासस्य परिगणनं नास्ति. तन्नाम समासभेदाः यत् वयं जानीमः इत्युक्ते विशेषसमासे तत्पुरुषः अव्ययीभावः द्वन्द्वः बहुव्रीहिः यत् बहुत्र दृश्यते तत् यत् जानीमः अस्माकं तदेव अस्ति समासभेदाः. ये उक्ताः तेषु एव क्वचित् अन्तर्भावः भवति एतादृशं. क्वचित् इत्युक्ते अत्र उदाहरणत्रयेषु किम् अभवत्, अकारस्य नैभावः खलु, नैभावः अस्माकम् अस्ति, नै तत्पुरुषसमासः अपि अस्ति खलु अस्माकम्. विशेषसमासः चतुर्विधाः, तत्पुरुषः अव्ययीभावः द्वन्द्वः बहुव्रीहिः. पुनः तत्पुरुषः चतुर्भागः अस्ति खलु. सामान्यतत्पुरुषः कर्मधारयः दिगुः नै प्रभृतयः इति अस्ति. तर्हि आचार्य वदति तेषु एव क्वचित् अन्तर्भावः अस्ति भोः असमर्थसमासः खलु. इत्युक्ते भिन्नरीत्या श्रेणी नास्ति. नै प्रभृतयः यत्र अस्ति तस्य स्यात् इति वदति तत्र. इदानीम् अवगतं वा? किञ्चित् अवगमन् किञ्चित् अहं शृणोमि. इत्युक्ते शृणोतु पुनः. परन्तु अत्र केवलं वदति तत्र समासश्रेणी अस्ति खलु. समासश्रेणी विशेषसमासः अस्ति चेत् तत्पुरुषः अव्ययीभावः द्वन्द्वः बहुव्रीहिः. साधारणरीत्या वदामः चेत् चत्वारः. परन्तु पुनः तत्पुरुषस्य विभागः अस्ति खलु. तत्पुरुषः इत्युक्ते सामान्यतत्पुरुषः कर्मधारयः दिगु नै प्रभृतयः. बहुव्रीहिः इत्युक्ते सामान्यबहुव्रीहिः विशेषबहुव्रीहिः पुनः अस्ति. द्वन्द्वसमासः इत्युक्ते इतर इतरद्वन्द्वः समाहारद्वन्द्वः. एतत् सर्वं पठितवन्तः वयम्. एवम् अव्ययीभावः इत्युक्ते तत्र प्रसिद्ध अव्ययीभावः एवं प्राय त्रयस्त्रिशब्दाः अव्ययीभावः एतादृशम् अस्ति तत्र श्रेणिः. इत्युक्ते केटगरैजेशन् अस्ति समासमध्ये. आचार्यः वदति असमर्थसमासः भिन्नश्रेणी नास्ति. कुत्र कुत्रापि दृश्यते एतादृशं भिन्नश्रेणी नास्ति. भिन्नपरिवारः अथवा परिवारस्य सदस्यः इति नास्ति. कुत्र कुत्र एव अस्य प्रयोगः विरलरीत्या दृश्यते, विरलतया दृश्यते, बहुत्र न दृश्यते इति वदति. अस्तु सम्यक्. अस्तु अस्तु अस्तु. तर्हि अत्युत्तमम् अस्ति.